द्वादशखण्डः अभिमन्थति सायङ्कालो धूमो जायते स प्रस्तावो ज्वलति स गीतवाङ्गारभवन्ति सप्तिहार उपशामिते तन्निधनं सगं शामिते तन्निधनम् एतन् रथन्तरम् अग्नौ प्रोतम् अभिमन्थति सायङ्कार प्राथम्य अग्निः धूमो जायते स प्रस्तावः आनन्तर्य ज्वलति स उद्गीतः अविसम्बन्धात् श्रैष्ठ्यं ज्वलनस्य अङ्गारभवन्ति सप्रतिहार अङ्गाराणां प्रतिभुतत्व उपशमः सावशेषत्वातो अग्निः संशमः निःशेष उपशमः समाप्तिसामान्यात् निधनम् एतद् रथान्तरम् अग्नौ प्रोतं मन्थनैः अग्निः गीयते स एवमेतद् रथान्तरम् अग्नौ प्रोतं वेद ब्रह्मवर्चसि अन्नादु भवति सर्वमायुरेति जोगजीवति महान् प्रजया पृथिवीः भवति महान् कीर्त्या न प्रत्यङ्गग्निम् आचामे न निष्टीवेत्तद्व्रतम् स इत्यादि पूर्वत् ब्रह्मवर्चसि वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसं तेजस्तु केवलं द्विड्भावः अन्नादु दीप्ताग्निः न प्रत्यक् अग्नेः अभिमुखो न आचामे न भक्षयेत् किञ्चित् न निष्ठीवेन् क्लेश्मनिरसं च न कुर्यां तद्व्रतम् इति द्वादशखण्डभाष्यम् अकृतं त्रयोदशखण्डभाष्यस्य ध्वनिमुद्रणम् चतुर्दशखण्डः उद्यनिङ्कारः उदितः प्रस्तावम् अध्ययनमुद्गीतो अपराह्णः प्रत्याहारो अस्तम्यनिधनम् एतन् बृहदादित्ये प्रोतम् उद्यन् सविता सहिङ्कारः प्राथम्या तु दर्शनस्य उदितः प्रस्तावः प्रस्तवनहेतुत्वात् कर्मणः मध्यन्दिन उद्गीतः श्रैष्ठ्यात् अपराह्णः प्रतिहारः पश्वादीनां गृहान् प्रतिहरणः यदस्तं यस्तन्निधनं रात्रौ गृहे निधनात् प्राणिनः एतद् बृह आदित्ये प्रोतं बृहतः आदित्यदैवत्यत्वात् स एयमेतद् बृहदादित्ये प्रोतं वेद तेजस्वी अन्नादु भवति सर्वमायुरेति योगजीवति महान् प्रजया पृथिवीर्भवति महान् कीर्त्या तपन्तं न निन्देत् तद्व्रतं स इत्यादि पूर्वत् तपन्तं न निन्देत् तद्व्रतम् इति चतुर्दशखण्डभाष्यं पञ्चदशखण्डः अभ्राणि सम्प्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीतो विद्योतते स्तनयते स प्रतिहारम् उद्गृह्णाति तन्निधनमेतद् वैरूपं पर्जन्ये प्रोतम् अभ्राणि अभरण मेघः उदकस्य कृत्वा उक्तार्थमन्यत् एतद्वैरूपं नाम साम पर्जन्ये प्रोतम् अनेकरूपत्वात् अभ्राद्भिः पर्जन्यस्य वैरूप्यं सैयमेतद्वैरूपं पर्जन्य प्रोतं वेद विरूपागंश्च स्वरूपागंश्च पशूनवरन्धे सर्वमायुरेति योगजीवति महान् प्रजया पृथिवीर्भवति महान् कीर्त्या वर्ष्यन्तं न निन्देत् तद्व्रतम् विरूपांश्च स्वरूपांश्च अजाविप्रवृत्तीन् पशूनवरन्धे प्राप्नोति इत्यर्थः वर्ष्यन्तं न निन्देत् तद्व्रतम् इति पञ्चदशखण्डभाष्यं षोडशखण्डः वसन्त्वहिङ्कारो भीष्मः प्रस्तावो वर्षा उद्गितः शरत्प्रतिहारो हेमन्तो निधनम् एतन् वैराजं ऋतुषु प्रोतम् वसन्त्वहिङ्कारः प्राथम्य ग्रीष्मः प्रस्तावः इत्यादि पूर्वत् स एवमेतद्वैराजं ऋतुषु प्रोतं वेदा विराजते प्रजया पृथिवीः ब्रह्मवृत्तिसेना सर्वमायुरेति योगजीवति महान् प्रजया पृथिवीर्भवति महान् कीर्त्या ऋतून्न निन्देत्तद्व्रतम् एतद्वैराजं ऋषुषु प्रोतं वेद विराजति ऋतुवत् यथा ऋतवः आर्तवैः धर्मैः विराजन्ते एवं प्रजादिभिः विद्वान् इति उक्तमन्यत् ऋतून्न निन्दे तद्व्रतम् इति षोडशखण्डभाष्यं सप्तदशखण्डः पृथिवीहिङ्कारान्तरिक्षं प्रस्तावद्यौरुद्गीतो द्विजप्रत्याहारसुन्दरनिधनम् एताः शक्वर्यो लोकेषु प्रोताः पृथिवीहिङ्कारः इत्यादि पूर्वत् शक्वर्यः इति नित्यं बहुवचनं रेवत्यैव लोकेषु प्रोतः स एवमेताः शक्वर्यो लोकेषु प्रोता वेदा लोकी भवति सर्वमायुरेति योगजीवति महान् प्रजया पृथिवीर्भवति महान् कीर्त्या लोकान्न निन्देत् तद्व्रतम् लोकी भवति लोकफलेन युज्यते इत्यर्थः लोकान्न निन्देत् तद्व्रतम् इति सप्तदशखण्डभाष्यम् अष्टादशखण्डः अजाहिंकर प्रस्ताव गा उद्गीत अश्वाक्तिवर पुरुषोनिधन मेता रेवत्या भी विप्रोत अजाहिंकर इत्यादि पुरुष पशुषु प्रोत सही मेता रेवत्या पशु प्रोत वेद पशुमान भवति सर्वमाय रीति जोग जीवति महान प्रजया पशुभिर्भवति महान कीर्त्या पशु न निंदे तद्व्रतम पशुन न निंदे तद्व्रत इति अष्टादशखंड भाष्यम एकोनविंशति खंडः लोमहिंकार प्रस्ताव मागमूसम उद्गीतो अस्ति प्रतिहारो मज्जान धनमेतन यज्ञा यज्ञीयमंगीश प्रोतम लोमहिंकार देहावयवानं प्रथम्य त्वप्रस्ताव आनन्तर्य मांसम उद्गीतः शैष्ट्य अस्ति प्रतिहारः प्रतिहृदत्व मज्जानिधनम् आन्त्यत् एतन् यज्ञायज्ञीयं नाम सामं देहावयवेषु प्रोतं स एवम् एतद् यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति न अङ्गेन विहुच्यते सर्वमाञ्जरीति योग जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्यं संवत्सरं मज्ञो नाशनीय तद्व्रतं मज्ञो नाशनीयादिति वयम् अङ्गी भवति समग्राङ्गो भवति इत्यर्थः न अङ्गेन हस्तपादादिना विहुर्च्यति न कुटिली भवति पङ्गुकुणिव इत्यर्थः संवत्सरं संवत्सरमात्रं मज्ञो मांसानि नाशनीय न भक्षे बहुवचनं मत्स्योपलक्षणार्थं मज्ञो नाशनीयान् सर्वदा एव नाशनीयादिति वा तद्व्रतम् इति एकोनविंशतिखण्डभाष्यं विंशखण्डः अग्निर्हिङ्कारो वायुप्रस्तावादित्य उद्गीतो नक्षत्राणि प्रतिहारः चन्द्रमानिधनम् एतद्राजनं देवतास्प्रोतम् अग्निः हिङ्कारः प्रथमस्थानत्वात् वायुः प्रस्तावः आनन्तरिसामान्य आदित्य उद्गीतः श्रेष्ठ्यात् नक्षत्राणि प्रतिहारः प्रतिहृदत्वात् चन्द्रमानिधनं कर्मिणां तन्निधनात् एतद्राजनं देवतास्प्रोतम् देवतानां दीप्तिमत्वात् स एवमेतद्राजनं देवतास्प्रोतं वेद एतासामेव देवतानागं सलोकतागं साष्टितागं सायुज्यं गच्छति सर्वमायुरेति योगजीवते महान् प्रजया प्रजभिर्भवति महान् कीर्त्या ब्राह्मणान्नन्दे तद्व्रतम् विद्वत्पदम् एतासामेव अग्न्यादीनां देवतानां सलोकतां समानलोकतां साष्टितां समानरुद्धित्वं सायुज्यं सयुग्भावम् एकदेहदेहत्वम् इत्येतत् वा शब्द अत्र लुप्तो द्रष्टव्यः सलोकतां वा इत्यादि भावनाविशेषतः पदविशेषोत्पत्तेः गच्छति प्राप्नोति समुच्चय अनुपत्तेश्च ब्राह्मणा न निन्दे तद्व्रतम् एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः इति श्रुतेः ब्राह्मणनिन्द देवतानिन्द एव इति विंशखण्डभाष्यम् एकविंशखण्डः त्रयीविद्या हिङ्कारः त्रयी मे लोकाः स प्रस्ताव अग्निर्वायुरादित्यः स उद्गीतो नक्षत्राणि वयांसि मरीचयः स प्रतिहारः सर्पागन्धर्वः पितरः तन्निधनम् एतत् साम सर्वस्मिन् प्रोतम् त्रयीविद्या हिङ्कारः अग्न्यादिसाम्न आनन्तर्यं त्रयीविद्यायाः अग्न्यादिकार्यत्वश्रेयः हिङ्कारः प्राथम्या तु सर्वकर्तव्यान् त्रय इमे लोकाः तत्कार्यत्वात् अनन्तर इति प्रस्तावः अग्न्यादीनाम् उद्गीतत्वं शैष्ट्यात् नक्षत्रादीनां प्रतिहृतत्वात् प्रतिहारत्वं सर्पादीनां धकारसामान्यतो निधनत्वम् एतत् साम नामविशेष अभावात् सामसमुदायः सामशब्दः सर्वस्मिन् प्रोतम् त्रयीविद्यादिः सर्वं त्रयीविद्यादिदृष्ट्या हिङ्कारादिसामभक्त्यः उपास्यः अतीतेष्वपि सामुपासनेषु येषु येषु प्रोतं यद्यत् साम तद्दृष्ट्या तदुपास्यमिति कर्माङ्गानां दृष्टिविशेषेण इव आद्यस्य संस्कार्यत्वात् स एवमेतत् साम सर्वस्मिन् प्रोतं वेदा सर्वगं भवति सर्वविषयसामविधः फलं सर्वं भवति सर्वेश्वरो भवति इत्यर्थः निरुपचरितसर्वभावैः दिक्स्थेभ्यो बलिप्राप्ति अनुपत्ति तदे श्लोको यानि पञ्चदा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति तत् एतस्मिन् अर्थे एषः श्लोकः मन्त्रोऽपि अस्ति यानि पञ्चदा पञ्चप्रकारेण हिङ्कारादिविभागैः प्रोक्तानि त्रीणि त्रीणि त्रयीविद्यादीनि तेभ्यः पञ्चत्रिकेभ्यः जायः महत्तरं परं च व्यतिरिक्तं मन्यतुं वस्तुन्तरं नास्ति न विद्यते इत्यर्थः। तत्रैव हि सर्वस्य अन्तर्भावः। यस्तद्वेदसवेदसर्वगं सर्वाधिशो बलिमस्मै हरन्ति सर्वम् अस्मीति उपासीत तद्वृतं तद्वृतं। यः तत् यथोक्तं सर्वात्मकं सां वेद स वेद सर्वं स सर्वज्ञो भवति इत्यर्थः। सर्वाधिश सर्वदिक्स्थ अस्मै एवं विधि बलिं भोगं हरन्ति प्रापयन्ति इत्यर्थः। सर्वम् अस्मि भवामि इति एवम् एतत् साम उपासीत। तस्य एतदेव व्रतं विरुक्तिः सामोपासनसमाप्त्यर्थः इति एकविंशखण्डभाष्यम्।